अस्तु तर्हि अस्माकं विषयः अस्ति अत्र भवादिगणः. महोदय श्रूयते न श्रूयते? एकनिमेषः, अस्माकं विषयः अस्ति भवादिगणः अत्र. तर्हि अत्र अस्माकं कार्यम् अस्ति इदानीं कुत्र अस्ति, तक्ष्धातु अस्ति, तत्र स्नु अपि अस्ति, शप् अपि अस्ति. तर्हि तत्र अस्माकम् अस्ति तनुकरणे तक्षः इति अस्ति, तनुकरणे तक्षः इति अस्ति चेत् तत्र शप् अपि भवति, विकल्पेन श्नु अपि भवति इति अस्ति खलु. तत्र योगार्थे श्रूयते महोदय, अहं श्रोतुं शक्नोमि, अन्ये सर्वे श्रोतुं शक्नुवन्ति वा? हा शक्नोमि, किञ्चित् किञ्चित् उच्चैः वदतु महोदय, किञ्चित् उच्चैः. समस्या अपि क्लेशः नास्ति, परन्तु श्रोतुं शक्यते. श्नु अपि अस्ति, शप् अपि अस्ति. तत्र तनुकरणे इति श्नु अपि अस्ति, शप् अपि अस्ति इति अर्थे. तर्हि तत्र अस्माकं योगार्थे रूढार्थे इति प्रश्नः आसीत् गत रविवासरे. तत्र योगार्थे इत्युक्ते एटिमोलोजिकल् मीनिङ्ग्, यथा केनपि उक्तम् एटिमोलोजिकल् मीनिङ्ग् इत्युक्ते तत्र शाब्दिक अर्थः, अर्थात् मूल अर्थः, ओरिजिनल् मीनिङ्ग्. तत्र तनुकरणे तत्र ओरिजिनल् मीनिङ्ग् अथवा मूल अर्थः अस्ति टु कट्. तत्र सामान्य अर्थः अस्ति टु कट्. तत्र तक्षकः काष्ठं तनोति, तक्षकः काष्ठं तक्ष्णोति इति. परन्तु तत्र रूढार्थ इत्युक्ते तत्र लौकिक अर्थः, येन अर्थेन धातोः प्रयोगः भवति इदानीं लोके. तत्र संयोगः तक्ष संतक्षति भवति, टु कट् वित् वर्ड्स् इति अस्ति खलु, लायर् कट्स् वित् वर्ड्स् इति. तस्मिन् अर्थे अपि तक्षति इति तस्य प्रयोगः भवति, परन्तु तत्र रूढार्थे तक्ष्णोति इति न भवति, केवलं तक्षति भवति. तर्हि तस्य मूल अर्थे नाम शाब्दिक अर्थे तक्षति तक्ष्णोति उभयं भवति, परन्तु तस्य लौकिक अर्थे यथा तत्र लिखितमस्ति यत् अधिव्यक्ता वाग्भिः सन्तक्षति, तत्र यद्यपि तस्य अर्थ तनुकरणे एव भवति टु कट्, परन्तु तत्र मूल अर्थः नास्ति, नाम तत्र टु कट् वुड् इति किमपि नास्ति. तु तत्र अतः तत्र केवलं शप् इति भवति, सन्तक्षति सन्तक्ष्णोति इति किमपि नास्ति इति एव भेदः अस्ति. अस्तु तर्हि इदानीम् अस्माकं सनन्तः इव सन् इति प्रत्ययः इति आसीत्. तर्हि अत्र अस्माकं चिन्तनमासीत् सन् इति किमस्ति. तर्हि अष्टाध्यायी एकवारम् अष्टाध्यायीसूत्रपाठे उद्घाटयतु. कुत्र उद्घाटयतु? तृतीय अध्याये प्रथमपाद 3.1 इत्युक्ते उद्घाटयन्तु सर्वे. 3.1 तत्र पृष्ठक्रमाङ्कः अस्ति 53. तृतीय अध्याय प्रथमपाद. तर्हि तत्र तृतीय अध्याय प्रथमपादस्य प्रथमसूत्रमस्ति प्रत्ययः इति तु सर्वे जानन्ति. प्रत्ययः अस्ति नाम अस्मिन् प्रत्यय इति अधिकारः अस्ति. तृतीयचतुर्थपञ्चमे अध्यायेषु प्रत्ययस्य अधिकारः भवति इति अस्ति. तदनन्तरं द्वितीय अस्ति परश्च, नाम प्रत्ययः सर्वदा परे आगच्छति इति अस्ति. तदनन्तरम् अस्ति 3.1.5 इति अस्ति खलु, गुप् तिज् कीद्भ्यः सन्. सर्वे प्राप्नुवन्ति वा गुप् तिज् कीद्भ्यः सन्? आं महोदय कुत्र सेकेण्ड् कालम् ते कुप्तिचकीभ्यः सन् इति अस्ति तर्हि अत्र सन् प्रत्ययः इति भवति. अत्र मया किम् उक्तं प्रथमपादे अस्ति. प्रथमपादस्य केचन सूत्राः सन्ति नाम 315 तः 390 इति सूत्रपर्यन्तं ये ये प्रत्ययाः सन्ति ते सर्वे धातुप्रत्ययाः सन्ति, नाम धातोः अनन्तरम् आगच्छन्ति. परन्तु तत्र द्विप्रकारप्रत्ययाः सन्ति. एक अस्ति सनन्त इव प्रत्ययः, नाम आतिदेशिकप्रत्ययः. द्वादशप्रत्ययाः सन्ति ये धातोः अनन्तरम् आगत्य नूतनधातोः निर्माणं कुर्वन्ति. औपदेशिकधातुः अस्ति, मूलधातुः अस्ति, तेभ्यः अनन्तरं तेषाम् अनन्तरं द्वादशप्रत्ययः आगत्य नूतनधातूनां निर्माणं कुर्वन्ति. नूतनधातवः ये सन्ति ते आतिदेशिकधातवः सन्ति. तेषु एकः प्रत्ययः अस्ति सन् प्रत्ययः अस्ति. यथा गम् धातुः अस्ति, तस्य गम् धातुः मूलधातुः अस्ति. सन् प्रत्ययः योजयित्वा तस्य जिगमिष इति नूतनधातुः भवति. तथैव एकः णिच् प्रत्ययः अस्ति. णिच् प्रत्ययः अस्ति चुर् योगः णिच् चोरि इति नूतनधातुः भवति. तर्हि णिच् प्रत्ययः अस्ति, सन् प्रत्ययः अस्ति, णिङ् प्रत्ययः अस्ति. एतादृशाः द्वादशप्रत्ययाः सन्ति. तदनन्तरम् अस्मिन्नेव अधिकारे विकरणप्रत्ययाः अपि सन्ति, यथा शप् श्यन् अश्नु इति. अस्तु, तर्हि सन् एकप्रत्ययः अस्ति. औपदेशिकधातुना सह योजयित्वा आतिदेशिकधातोः निर्माणं करोति. तर्हि सन् तस्य अर्थः किमस्ति? यथा कर्तुम् इच्छा इति अर्थे यदि अहं वक्तुं किमपि इच्छामि तर्हि तस्य सन् प्रत्ययस्य प्रयोगः भवति. नाम गन्तुम् इच्छा इति अस्ति खलु, तर्हि रामः विद्यालयं गन्तुम् इच्छति इति वाक्यम् अपि समीचीनमस्ति. परन्तु तस्य अन्यप्रयोगः भवितुं शक्नोति, सन् प्रत्ययस्य प्रयोगः, रामः विद्यालयं जिगमिषति इति. तर्हि साधारणतया सन् प्रत्ययस्य प्रयोगः कर्तुम् इच्छा इति विवक्षायां भवति. तथैव णिच् प्रत्ययः अस्ति. णिच् प्रत्ययस्य प्रयोगः भवति साधारणतया यथा प्रेरणार्थे भवति. नाम अहं छात्रः पाठं पठति, अध्यापकः छात्रं पाठं पाठयति इति प्रेरणार्थक अस्ति. तर्हि णिच् प्रत्ययस्य सामान्यतया प्रेरणार्थके कार्यं भवति. परन्तु वयं जानीमः यत् चुरादिगणे सर्वे धातवः ये सन्ति तेषां स्वार्थे एव णिच् प्रत्ययस्य प्रयोगः भवति. नाम तत्र प्रेरणार्थे न, यथा पठति पाठयति तत्र प्रेरणा अस्ति खलु, तत्र न, परन्तु स्वार्थे एव. यथा चुर् तस्य स्वार्थे इत्युक्ते चोरणक्रिया, तत्र स्वार्थे एव णिच् प्रत्ययस्य प्रयोगः भवति. तत्र प्रेरणामध्ये णिच् प्रत्ययस्य तु प्रयोगः भवति एव, परन्तु स्वार्थे अपि णिच् प्रत्ययस्य प्रयोगः भवति चुरादिगणे. यथा कथयति, तत्र प्रेरणा नास्ति, स्वयम् अहमेव कथयामि, बालकः एव कथयति, कोऽपि अन्य बालकं कथयितुं प्रेरणां न ददाति, बालकः एव कथयति. तत् स्वार्थे एव णिच् प्रत्ययस्य प्रयोगः भवति चुरादिगणे. तथैव केचन धातवः सन्ति यत्र स्वार्थे एव सन् प्रत्ययस्य प्रयोगः भवति. सामान्यतया कर्तुम् इच्छा इति अर्थे भवति, परन्तु केचन धातवः सन्ति यत्र स्वार्थे एव सन् प्रत्ययस्य प्रयोगः अपि भवति. यथा सन् प्रत्ययस्य प्रयोगः स्वार्थे भवति तदा ते धातवः भवादिगणीयवत् भवन्ति. तथा ते धातवः भवादिगणी एव भवन्ति, सनन्ताः धातवः इति वयं वदामः, तर्हि सनन्ताः धातवः तत्र भवादिगणीयवद् भवन्ति, अतः तेषाम् अध्ययनम् अपि अत्र भवादिगणस्य पाठे वयं कुर्मः इति इदानीं चर्चा अस्ति। तर्हि के तर्हि चुरादिगणे एव सन्ति एतादृशः धातवः यत्र स्वार्थे एव विकल्पेन सन् प्रत्ययस्य प्रयोगः कर्तुं शक्नुमः, अतः तत्र यथा सन् ते वस्तुतः ज्वरादिगणे सन्ति, परन्तु यथा सन् प्रत्ययस्य प्रयोगः कुर्मः स्वार्थे तर्हि तत्र ते धातवः भवादिगणीयवद् भवन्ति, अतः तेषाम् अध्ययनम् अत्र कुर्मः इति वार्ता अस्ति। अस्तु इदानीं पठामः। मीना महोदय अस्ति खलु महोदय, एकः प्रश्नः, निच् प्रत्यय अन्यगणेषु ये धातवः सन्ति तत्रापि भवितुम् अर्हति वा? यदा भुवादिगणे अस्ति अन्य अन्य सर्वत्र भवति वा? सर्वेषां धातूनां स्वार्थेन न प्रेरणार्थके सर्वत्र भवति, केवलं भुवादिगणे नास्ति, अन्य अन्य प्रायः सर्वत्र, परन्तु स्वार्थे केवलं चुरादिगणे। आमामाम् अस्तु। तर्हि मीना महोदय पठेत् महोदय, एकः प्रश्नः क्षम्यतामहोदय प्लीस्, कथयति भवान् उक्तवान् किल, कथयति इति प्रेरणार्थे कथं भवति? कथयति एव भवति, तर्हि कथयति तस्य प्रयोगः प्रेरणार्थे अपि स्वार्थे अपि समानं भवति, परन्तु स्वार्थे निच् भवति इति मुख्यविषयः। अस्तु, मीना महोदय पठयतु इदानीं। सनन्ताः इव सन् इति प्रत्ययः, अत्र सप्तधातवः सन्ति, इमे च सप्तधातवः मूले चुरादिगणीयः, अतः तस्मिन् चुरादिगणे पठिताः, तत्रैव निच् च शप् च विहितौ भवतः, यथा गुप धातोः गोपयति, तिच् धातोः तेजयति, कित् धातोः सङ्केतयति, इमानि रूपाणि चुरादिगणे एव निष्पन्नानि, सूत्राणि च तत्रैव, परन्तु येषां धातूनां सनन्तरूपाणि अपि भवन्ति, तानि चुरादिगणे निष्पादयितुं न शक्यते, यतोहि तत्र निच् प्रत्ययः सर्वदा विधीयते, चुरादौ निच् तु भवत्येव, तदा सन् अपि आयाति चेत् फलं दोषाय, येन तत् न स्यात् येषां सनन्तरूपाणि भुवादिगणे पाठितानि, तर्हि फलितार्थः एवं यत् तेषां सप्तानां धातूनां कृते सन् प्रत्ययः इति विशेषः भुवादौ सन् अभावे निच् प्रत्ययः इति सामान्यं चुरादिगणे। तत्र सप्तधातरः सन्ति चुरादिगणे गणीयाः, तत्र निच् चुरादिगणे निच् भवति, शप् च भवति चुरादिगणे, यदि पटि पट् दातु निच् पाटि तदनन्तरं शप् पाठयति इति चुरादिगणे भवति, यदा गुप् धातोः गोपयति, चित्तिच् धातोः तेजयति, कित् धातोः सङ्केतयति, एतानि चुरादिगणे भवति, परन्तु सनन्तरूपाणि अपि भवति तेषां धातूनां सनन्तादिरूपाणि अपि भवति, तानि चुरादिगणे अपि सनन्तादि अपि भवितुं न शक्यं किल, निच् कथं वदति चुरादौ निच् भवति तत् यदि सन् प्रत्ययः अपि भवति चेत् दोषं भवति ऐ काण्ट् अप्लै बोत् तस्मात् द्वादिगणे एव सन् सनन्तरूपाणि भवति अत्र भवान् अवदत् सन् सनन्तं भवति कुत्र सर्वत्र इति एव अत्र अत्र भवादिगणे भवादिगणे ओ भवादिगणे पाठिता तर्हि एतेषां सप्तधातूनां प्रत्ययविशेषः भवादौ सन् सन् प्रत्यये न अस्ति चेत् निच् प्रत्ययः सामान्यतया चुरादिगणे भवति तथैव अस्ति यथा ये ये धातवः ये सन्ति सप्तधातवः सन्ति यथा स्वार्थे चुरादि यदि तथा स्वार्थे निच् निच् प्रत्ययस्य प्रयोगः कर्तुम् इच्छामः तर्हि चुरादिगणीयवत् कार्यं भवति यतोहि ते चुरादिगणे सन्ति परन्तु यदि स्वार्थे सन् इति प्रत्ययस्य प्रयोगं कर्तुम् इच्छामः तर्हि ते धातवः तदा भवादिगणवत् इति कार्यं भवति इति एव अस्ति पठामः वा न अग्रे सूचना अवगच्छामि सन् प्रत्ययस्य तत्र किमपि सोपानानि भवन्ति खलु किं भवति इदानीं तु वयं जानीमः प्रयत्नार्थे निच् अस्ति चेत् तत्र निच् प्रत्यय आगच्छति तत्र इ एव तिष्ठति तत्र गुणकार्यं न भवति वृद्धिकार्यं भवितुं शक्नोति तानि सोपानानि भवन्ति अत्र अपि तदेव भवति वा सन् प्रत्ययस्य कृते ये ये कार्याणि यानि यानि कार्याणि सन्ति सर्वाणि भवन्ति किन्तु सन् प्रत्यये तु भ्रुवादिगणस्य भवितुं शक्नोति नो चेत् उदादिगण नो चेत् दिवादिगण किमर्थं तथैव तत्तु भिन्नकार्यमस्ति तत्र कार्यमस्ति यत् सन् प्रत्ययस्य कृते कार्याणि कानि कानि सन्ति तत्तु भिन्नम् अस्ति अत्र केवलं प्रश्नः अस्ति चर्चा अस्ति यत् केचन धातवः सन्ति यत्र स्वार्थे सन् प्रत्ययस्य प्रयोगः भवति सामान्यतया किं भवति सन् स्वार्थे सन् प्रत्ययस्य प्रयोगः न भवति खलु यथा यथा जिगमिषति अस्ति तत्र गम् धातोः स्वार्थे तस्य सन् प्रत्ययस्य प्रयोगः कदापि न भवति गच्छति एव भवति तत्र गन्तुम् इच्छा यथा यथा वक्तुं शक्नु यथा तत्र विवक्षा अस्ति तत्र एव जिगमिषति अस्ति परन्तु केचन धातवः सन्ति ये स्वार्थे एव सन् प्रत्ययस्य प्रयोगः कुर्वन्ति ते सर्वे हा यतोहि सन् प्रत्ययस्य योजनान्तरं धातवः भवादिगणीयवत् भवन्ति इति यतोहि तत्र शप् प्रत्ययः शप् विकरणप्रत्ययः आगच्छति इति अतः तत्र लिखितमस्ति यदि स्वार्थे सन् प्रत्ययस्य प्रयोगं न भवति तर्हि चुरादिगणीयवत् भवति इति अस्तु तर्हि एकवारं वयं यदा अग्रे पठामः तदा वयं अवगच्छामः अस्तु मीना महोदय सूत्रं पठतु गुप्तचिभ्यः सन् गुपगोपने तिज निशाने कित निवासे एतेभ्यः धातुभ्यः सन् प्रत्ययो भवति अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इत्यनेन यदा कश्चन प्रत्ययः विहितः भवति किन्तु तस्य अर्थः न उक्तः तस्य स्वार्थे अस्ति इति मन्यते. ओके, स्वार्थे नाम तस्य प्रत्ययस्य संयोजनेन अर्थपरिवर्तनं न भवति. गुप् च तिच् च किच् च तेषाम् इतर इतर द्वन्द्वः गुप् तिच् तिक् गुप् तिच् कितः तेभ्यः गुप् तिच् कित किद्भ्यः गुप् तिच् किद्भ्यः पञ्चम्यन्तं सन् प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं गुप् तिच् किद्भ्यः सन् गुप् तिच् कित् धातुत्रयं सन् सन् प्रत्ययः प्रयोगं भवति स्वार्थे भवन्ति स्वार्थे भवन्ति अनिर्दिष्टार्थाः प्रत्ययः स्वार्थे भवन्ति. सो निज सन् प्रत्ययः भवति परन्तु स्वार्थे भवति इत्यनेन कश्चन प्रत्ययः तस्य अर्थ परिवर्तनं न भवति तस्य स्वार्थमेव वाट् एवर् गुप् गुप् गोपयति इति भवति स्वार्थमेव अर्थ परिवर्तनं न भवति सन् प्रत्यये किल सन् प्रत्यये एव गुप् तिच् किच् च इति त्रि दातवः सन्ति स्वार्थे भवति सन् प्रत्यये उपयुज्य एव उपयुज्य अपि प्रेरणार्थं न भवति. सत्यं. तर्हि यथा महोदया उक्तं गुप् तिज् कित् इति धातवः सन्ति खलु ते तत्र सूत्रं वदति गुप् तिज् कित्भ्यः धातूनां धातोः अनन्तरं सन् प्रत्ययः करोतु इति अस्ति. परन्तु सूत्रं न वदति कस्मिन् अर्थे कस्मिन् अर्थे इति सूत्रं किमपि न वदति, केवलं वदति सन् प्रत्ययः करोतु. तर्हि उक्तमस्ति यत् यथा कोऽपि प्रत्ययः न वदति कस्मिन् विशेष अर्थे कार्यं भवति तत्र स्वार्थे एव कार्यं भवति इति चिन्तनीयम्. अत्र गुप्तिचिकित्यः सन् इति सूत्रे किमपि लिखितं नास्ति कस्मिन् अर्थे, केवलं लिखति सन् प्रत्ययस्य प्रयोगं करोतु, किमपि निर्देशः नास्ति. अतः स्वार्थे एव भवति इति तस्य अर्थः ग्रहणीयं, नाम गुप् धातोः अनन्तरम् अथवा तिज् धातोः अनन्तरं क्वचित् धातोः अनन्तरं सन् प्रत्ययः भवति तस्य एव अर्थे. धातोः यद् धातोः अर्थः अस्ति तस्य एव अर्थे तस्मिन् एव अर्थे कार्यं भवति. विशेष अर्थे अथवा अर्थपरिवर्तनं किम् अर्थपरिवर्तनं न भवति इति, नाम यथा मया उक्तं सन् प्रत्ययस्य प्रयोगः कर्तुम् इच्छा इति अर्थे भवति, तत् किमपि तादृशं किमपि अत्र नास्ति, स्वार्थे एव कार्यं भवति इति अस्ति. कथं ज्ञातव्यं महोदय स्वार्थे भवति वा न वा इति? अत्र अस्ति अस्ति खलु गुप्तिचिकित्भ्यः सन् इति सूत्रे किमपि लिखितमस्ति वा कस्मिन् अर्थे? किमपि नास्ति, केवलं सामान्यसूत्रमस्ति प्रत्ययस्य अनन्तरं धातोः अनन्तरं प्रत्ययः करोतु सन् इति. किमपि निर्देशः नास्ति खलु, अतः लिखितमस्ति अनिष्ट अर्थाः अनिर्दिष्टार्थाः प्रत्ययः स्वार्थे भवन्ति इत्यनेन यदा कश्चन प्रत्ययः विहितः भवति किन्तु तस्य अर्थः नोक्तः तथा स्वार्थे अस्ति इति मन्यते. यथा चुरादिगणे निच् इति अस्ति खलु प्रत्यय सूत्रमस्ति चुरादिगणे निच् अस्ति खलु तत्रापि चुरादिगणे निच् इति सूत्रे किमपि उक्तं नास्ति कस्मिन् अर्थे इत्युक्ते वा न वा इति. अतः वयं ज्ञातुं शक्नुमः यत् चुरादिगणे स्वार्थे एव धातूनाम् अनन्तरं निच् प्रत्ययः भवति इति, तथैव गुप्तिचिकित्भ्यः सह स्वार्थे भवति. अस्तु अग्रे गच्छामः. धन्यवादः महोदय. विजी महोदय पठतु. वार्तिकैः बुद्धं यत् येषां त्रयाणां धातूनाम् अर्थविशेषे एव सन् प्रत्ययः विधीयते. ग्रुप् धातुः सामान्यः अर्थः टु हैड् चुरातु तत्र न सन् प्रत्ययः गोपयति ग्रुप् अग्रे पठामि विशेषार्थः टु डिस्पैस् भवादौ तत्र सन् प्रत्ययः जुगुप्सते गुप् इति धातु साम अग्रे पठामि गुप् इति धातु सामान्य अर्थः भवति टु हैड् इति तत्र चुरादिगणे सन्प्रत्ययविषयं नास्ति इति चेत् गोपयति इति निष्पन्नः तिङ् प्रत्यययोजनेन गोपयति इति आयाति किन्तु विशेष अर्थः टु डिस्पैस् इति अर्थेन भवादिगणे एव वर्तते भवति तत्र सन् प्रत्यय कार्यं करोति सन् प्रत्यय जुगुप्सते इति भवति तर्हि धातुः अस्ति तस्य अर्थः टु हैड् अपि भवितुं शक्नोति टु डिस्पैस् अपि भवितुं शक्नोति डिस्पैस् अपि भवितुं टु हैड् यत् सामान्यः अर्थः अस्ति सामान्यतया तदुद्धतो प्रयोगः भवति तत्र चुरादिगणीयप्रयोगः करणीयः गोपयति परन्तु टु डिस्पैस् इति अर्थे सन् प्रत्यय सनन्तप्रयोगः करणीयः जुगुप्सते परन्तु उभयत्र कर्तुम् इच्छा इति किमपि अर्थं नास्ति नाम टु हैड् इच्छा इति नास्ति अथवा टु डिस्पैस् इति इच्छा इति किमपि अर्थं नास्ति यत् सन् प्रत्ययस्य सामान्य अर्थः अस्ति तर्हि स्वार्थे एव परन्तु स्वार्थे सर्वत्र न टु हैड् इति अर्थे गोपयति टु डिस्पैस् इति अर्थे सन् जुगुप्सति तत्र अतः गुप् धातुः अस्ति तस्य अर्थः भवितुं शक्नोति टु हैड् और् टु डिस्पैस् तर्हि टु डिस्पैस् तस्य यत् स्वार्थः अस्ति नाम तस्य एव अर्थः यत् अस्ति मूल अर्थः अस्ति तस्य तत्र एव सन् प्रत्ययस्य प्रयोगः भवति सन् प्रत्ययस्य प्रयोगेण अर्थपरिवर्तनं न भवति तत्र तत्र कर्तुम् इच्छा इति सन् प्रत्ययस्य सामान्यप्रयोगः यत् वयं जानीमः तदस्ति टु कर्तुम् इच्छा इति अर्थः तत् सन् प्रत्ययस्य प्रयोगेन यत् अर्थपरिवर्तनं भवति तदस्ति कर्तुम् इच्छा परन्तु तादृशम् अत्र किमपि नास्ति अत्र कर्तुम् इच्छा इति अर्थपरिवर्तने तस्य प्रयोगः न भवति स्वार्थे एव तस्य प्रयोगः भवति भवान् उक्तवान् प्रेरणार्थे न भवति स्वार्थ अर्थे एव भवति इदानीं गोपयति पश्यामः चेत् तत्र बालकः अस्ति सः हैड् अण्ड् सीक् क्रीडति सो बालकः गोपयति सः गच्छति सः गोपयति दट् इस् हि हैड्स् अत्र करोतु अग्रे तत्तु स्वार्थ अर्थे अस्ति खलु आम् आम् किन्तु इदानीं सः अन्य किमपि करोति सः प्रायः तस्य अनुजस्य कन्दुकं स्वीकरोति कन्दुकं गोपयति तत्र प्रेरणार्थे अस्ति खलु तत्रापि आं सत्यं तत्र परन्तु तत्र रूपं समानमेव भवति आम् इत्युक्ते इदानीं स्वार्थ अर्थे प्रेरणार्थे रूपद्वयं समानम् कन्दुकं गोपयति अत्रापि स्वार्थे एव अस्ति खलु, यथा यथा छात्रः पाठं पठति अत्र अत्रापि स्वार्थे एव अस्ति खलु। अनुजं गोपयति, अनुज कोऽपि तत्र अनुजं कर्म एव अस्ति खलु। So then how would you use gopayati in prernathe? Prernathe you can use it atra balakah anujena kandukam kandukam gopayati iti kimapi. Oh, astu astu. Astu. So atra api samanyati jugupsate itukte to despise asti no chet जुगुप्सते इति जुगुप्सते इति स्वार्थे एव भवति अत्र, टु डिस्पैस् इति अर्थे, वाण्ट् टु डिस्पैस् इति अर्थे नास्ति इति अहं वदामि। वाण्ट् टु अर्थे अत्र किं भवति इदानीं मम अहं रूपं न जानामि, तत्र णिच् अपि भवति चुर् अपि भवति इति भवति वा किमपि इति तत्र किमपि क्लेशः अस्ति, परन्तु मुख्य अस्ति यत् अत्र टु डिस्पैस् इति अर्थे एव जुगुप्सते अस्ति इति। अस्तु, इदानीम् अहं वाण्ट्स् टु हैड् वदामि चेत् वाण्ट्स् टु हैड् इति अर्थे तत्र किमस्ति, तत्र गुप् धातो णिच् प्रत्ययः अपि अस्ति, सन् प्रत्ययः अपि अस्ति, तत्र प्रक्रिया विशेषप्रक्रिया किं भवति, यथा णिच् अपि भवति वा सन् अपि भवति वा इति दर्शनीयम्। अत्र तु अहं तु न जानामि यत् वाण्ट् टु हैड् इति अर्थे चुरादिगणे किं भवति, परन्तु तत्र चुरादिगणे ये कार्याणि सन्ति तत्र सन् प्रत्ययः वाण्ट् टु हैड् इति सन्ति, तेषां भवति तथा भवति। चुरादिगणीयधातूनां कृते यदि सनन्तप्रक्रिया भवति अथवा किमर्थं भवति कथा कथं भवति तानि तेन एव वाण्ट् टु हैड् इति अर्थे भवति, परन्तु अत्र टु डिस्पैस् इति अर्थे अपि जुगुप्सते इति भवति, नाम गुप् धातु तत्र सन् प्रत्ययः भवति, तत्र सन् प्रत्ययस्य अर्थः वाण्ट् टु हैड् इति अर्थे न अपि तु तस्य स्वार्थे टु डिस्पैस् इति अर्थे अपि सन् प्रत्ययस्य प्रयोगः भवति इति अस्ति। अस्तु, धन्यवादः। तिज् धातुः सामान्यः अर्थः टु शार्पन्, चरादौ तत्र न सन्प्रत्ययः तेजयति इति रूपं, विशेषार्थः टु एण्ड्यूर्, भुवादौ तत्र सन्प्रत्यय तिदिक्षते, तेजयति तितिक्षते रूपं, तितिक्षते इति सनन्तप्रत्यये रूपवत् दर्शयति, किन्तु स्वार्थे एव कार्यं करोति, एन्ड्यूर् इति अर्थः। कित् धातुः सामान्यः अर्थः टु मेक् अ सैन्, चुरादो तत्र न सन्प्रत्ययः सङ्केतयति, विशेषार्थः टु हील्, भुवादौ तत्र सन् प्रत्ययः चिकित्सति, तदेव किल महोदय, चिकित्सा इति अस्ति खलु तत्र सामान्यभाषायां वयं जानीमः चिकित्सा इति अस्ति, तर्हि तत्र उभयत्र कित् प्रत्ययः अस्ति, परन्तु एकस्मिन् पक्षे तत्र सामान्य अर्थः सङ्केतयति चुरादिगणीय अर्थः, परन्तु चिकित्सति इति अत्र कार्यं भवति, तत्र सन् प्रत्ययस्य सन् प्रत्ययः विशेषार्थः। तर्हि येषु रूपेषु सन् प्रत्ययः स्वार्थे अस्ति, नाम धातोः मूलार्थः यः सः एव भवति, सन् प्रत्ययस्य संयोजनेन अर्थपरिवर्तनं न भवति, धातोः विशेषार्थे सन् प्रत्ययः विहितः इति तु उक्तं, किन्तु सन् प्रत्ययस्य स्वस्य अर्थः यत्र भवति सः तु इच्छार्थः, यथा चिकीर्षति कर्तुम् इच्छति जिगमिष्यति गन्तुम् इच्छति अत्र जुगुप्सते तितिक्षते चिकित्सते येषु एतादृश अर्थः कोऽपि नास्ति वयं चर्चितवन्तः किल महोदय सर्वं अग्रे पठामि इच्छार्थः किमपि नास्ति इति धातोः स्वार्थः एव भवति सामान्यतः सन्नन्दप्रत्ययः यत् कार्यं करोति तत् कार्यम् अत्र नास्ति कार्यं न आम् महोदय अत्र सनन्तानां लिखितमस्ति यतोहि अत्र स्वार्थे अपि सन् प्रत्ययस्य प्रयोगः भवति अतः तत् द्वादिगणे अत्र लिखितमस्ति अग्रे पठामि सङ्केतयति तत्र सङ् उपसर्गः अस्ति खलु आमाम् नो चेत् केतयति वा आम् परन्तु तत्र अर्थः किमपि भवति अहं न जानामि न जानामि परन्तु सङ्केतः तु अस्ति तु मेक साइन् आम् आम् आम् अस्तु अग्रे गच्छामः अग्रे भवती एव अस्ति करोतु सुमन् महोदय अस्तु तर्हि एषु रूपेषु तदभवत् तत्र अग्रे अत्र सनन्तानां अत्र सनन्तानां इदानीं श्रूयते आमाम् अस्तु अत्र सनन्तानां प्रक्रियावसारो नास्ति किन्तु संक्षेप प्रदर्शयते प्रदर्शयते गुप् योग सन् सन् संयोजनेन द्वित्वं कुहोश्चुः इत्यनेन तालव्य आदेशः जुगुप् योग स जुगुप्स सन् सनाद्यन्त धातवः इत्यनेन धातु संज्ञा जुगुप्स् इति धातुः कर्त्रार्थे सार्वधातुके परे कर्तरि शप् जुगुप्स् योगः शप् जुगुप्स इति अङ्गम् लटि जुगुप्सते भवति तर्हि अत्र वदामि अत्र सन् प्रक्रियायाः कार्य सन् प्रत्ययस्य कृते या प्रक्रिया यथा अस्ति तत्तु भिन्ना अस्ति अत्र अस्माकं पाठः नास्ति परन्तु संक्षेपे एवं वदामः तर्हि गुप् योगः सन् इति अस्ति तर्हि गुप् तिज्किद्भ्यः सन् इति सूत्रेण टु डिस्पैस् इति अर्थे गुप् धातोः अनन्तरं सन् इति आगच्छति स्वार्थे इति वयं जानीमः अस्तु इदानीं महोदय सन् प्रत्यय मध्ये इत् संज्ञकवर्णः के सन्ति नकार हलन्त्यं च तेन सूत्रेण इत् संज्ञा प्राप्नोति अनन्तरं तस्य लोपः भवति तर्हि गुप् योगः स इति एव तिष्ठति गुप् योगः स इदानीं यथा वयं जानीमः जुहोत्यादिगणे द्वित्वं भवति तथैव सनन्तप्रक्रियामपि द्वित्वं भवति द्वित्वं संस्कृतव्याकरणे जुहोत्यादिगणे भवति सनन्ते भवति लिट् लकारस्य कृते भवति यङ् यङ् इति प्रकरणे भवति यङ् लुकि इति प्रकरणे भवति पञ्चस्थलेषु सन्ति जुहोत्यादिगणे सनन्त लिट् यङ् यङ् लुकि तर्हि सन् प्रत्ययस्य कृते अपि द्वित्वं भवति तर्हि द्वित्वं भूत्वा गुप् धातोः द्वित्वं भवति चेत् किं भवति गुप् गुप् खलु गुप् गुप् इति भवति तदनन्तरं द्वित्वस्य कृते केचन कानिचन कार्याणि सन्ति अत्र वयं न पठामः सूत्राणि न पठामः परन्तु गुप् गुप् मध्ये प्रथमं तु पकारस्य लोपः भवति गुगुप् इति भवति गुगुप् मध्ये किं भवति, कुहोश्चु इति सूत्रमस्ति, कुहोश्चु इति सूत्रं वदति यथा द्वित्वं भवति चवर्गीय भवति, कवर्गीयवर्णः अथवा हकारस्य हकारस्य स्थाने चवर्गीयवर्णः भवति, तर्हि अतः कवर् अत्र गुगुप् मध्ये गकारस्य स्थाने जकारः तथा एव खलु गमिष्यति जिगमिष्यति सत्यं तथैव तथैव भवान् एकवारं वदतु तर्हि गुप्कवर्गीय गुगुप् मध्ये गकारस्य स्थाने जकारः भवति यथा यतोहि कुहोश्चुः इति सूत्रमस्ति तद्वदति कवर्गीय अथवा हकारस्य स्थाने च वर्णः भवति चवर्गीयवर्णः अतः गुगुप् मध्ये गकारस्य यत् अस्ति गु तस्य जु भवति तथैव कित् धातुः अस्ति चेत् खलु कित् कीकित् इति अस्ति ककारस्य स्थाने चकारः भवति चिकित् इति भवति ह अस्ति चेत् प्रथमं झकारः भवति तदनन्तरं झकारस्य स्थाने पुनः चकारः भवति भिन्नम् अस्ति परन्तु हकारस्य स्थाने झकारः भवति प्रथमं हकारस्य समानं वर्णः यत् अस्ति चवर्गीय झकारः अस्ति तर्हि अत्र जुगुप् इति भवति जुगुप् योगः स जुगुप्स् तत्र अकारस्य अपि प्रायः तत्र उपदेशे अजननासिक इति सूत्रेण इत्संज्ञा भवति जुगुप्स् इति भवति इदानीं सनाद्यन्ताः धातवः इति सूत्रमस्ति तत् किं वदति सन् सन् आदि अन्ताः धातवः नाम ये द्वादशप्रत्ययाः सन्ति मया उक्तं सन् निच् इत्यादि तैः अन्ताः धातवः तैः अन्ताः अपि धातवः इति अतः सन् प्रत्ययेन अन्त इति धातुः एव भवति अतः जुगुप्स् इति नूतनधातुः अस्ति जुगुप्स् इदानीं धातुः अस्ति अतः कर्तृर्थके सार्वधातुके परे कर्तृशप् इति सूत्रेण शप् भवति यथा सर्वदा भवति अतः अत्र शप् इति अस्ति अतः भवादिगणे तस्य पाठः इदानीं वयं पठामः तदेव अस्ति तत्र जुगुप्स् योगः शप् जुगुप्स इति अङ्गं भवति लट् लकारे जुगुप्सते इति रूपं भवति तत्र तथैव शब्दस्य अकारः कथं लोपः प्रायः तत्र अपि किम् उपदेशे अजनुनासिक इति सूत्रेण प्रायः ओ अस्तु इत्युक्ते तत्र सन् अस्ति चेत् सकार एव तिष्ठते इति अहं चिन्तयामि अस्तु तर्हि जुगुप्सते इति भवति तथैव चिकित्सति चिकित्सति मध्ये कित् अस्ति कित् योगः सन् तत्र कित् तत्र द्वित्वं भवति कीकित् तत्र की चका ककारस्य स्थाने चकारः भवति चिकित् तदनन्तरं चिकित्स इति नूतनधातुः भवति शप्रत्ययः आगच्छति कर्तृशप् इति सूत्रेण अतः चिकित्स इति अङ्गं भवति लटीरूपं भवति चिकित्सति अस्तु तिक्षति भवति द्वित्वं तत् अवगच्छामि किन्तु सकार षकार कथं भवति कुत्र अस्ति षकार तिक्षते भवति ककार अपि आदेश भवति मूर्धन्यषकार अपि आगच्छति सत्यं तत्र किमस्ति धातु किमस्ति धातु किमस्ति तिज् अस्ति खलु तिज् तर्हि तिज् धातु मध्ये तत्र जकार लोपः भवति न जकार अधुना सूत्रं न जानामि परन्तु प्रायः सूत्रम् अस्ति यत् सकारस्य योजनेन जकारस्य स्थाने अपि कवर्गीय भवति यत् तिज् अस्ति खलु तिज् अत्र सत्यं सत्यं प्रायः तदेव भवति अत्र किमस्ति एकनिमिषः तत्र जकारस्य अनन्तरं सकार आदेशः भवति चेत् न न स्तुत्वम् इति नास्ति तत्र कथं वदामि अहं श्वः कुः हा तर्हि अहं चिन्तयामि एतदेव कार्यं भवति तत्र ति तिक्ष् इति अस्ति तिज् तिज् तिज् इति धातुः अस्ति तत्र ति तिज् इति भवति ति तिज् योगस्य खलु तदनन्तरम् अत्र हल् सन्धिः अस्ति खलु तर्हि एकं सूत्रमस्ति चोहकुः चोहकुः इति सूत्रमस्ति यत् यदा चवर्गीयस्य चवर्गीयवर्णस्य अनन्तरं झल् इति अस्ति झल् प्रत्याहारस्य वर्णः अस्ति तत्र चवर्गीयवर्णस्य स्थाने कवर्गीय भवति इति सूत्रमस्ति अत्र पूर्वात् अत्र अष्टमाध्याये अस्ति हल् सन्धिसूत्राणि सर्वाणि अष्टमाध्याये सन्ति तदनन्तरं तत्र सूत्रमस्ति चोहकुः इति अस्ति चोहकुः इति सूत्रेण चवर्गीय इति तस्य स्थाने कवर्गीय भवति अतः जकारस्य स्थाने ककारः भवति तदनन्तरं तीतिक् योगः स इदानीम् आदेशप्रत्ययोः इति सूत्रमस्ति आदेशप्रत्ययोः इति सूत्रमस्ति वदति इण्कोः नाम इन् प्रत्याहार अथवा कवर्गीयवर्णस्य अनन्तरं यदि प्रत्ययस्य अवयवः अस्ति सकारः इति प्रत्ययस्य अवयवः अस्ति खलु तत्र प्रत्ययस्य अवयवः अस्ति चेत् सकारस्य स्थाने मूर्धन्यषकारः भवति अतः सकारस्य स्थाने षकारः भवति इदानीं ककारषकारयोः मेलनेन क्ष इति आगच्छति एतत् सर्वं हल् सन्धि अस्ति हल् सन्धिविषये वयम् इदानीं वयम् अग्रे पठिष्यामः परन्तु तत्र तितिक्षते इति हल् सन्धि इति कारणेन तत्र जकारस्य स्थाने क्षकारः इति भवति अत्र तस्य अत्र चिन्ता मास्तु अत्र न अवगच्छन्ति चेत् चिन्ता मास्तु तर्हि अत्र केवलम् अस्माकं मूलविषयः अत्र अस्ति मुख्यविषयः अस्ति यत् स्वार्थे सन् प्रत्ययः भवति जुगुप्सते तितिक्षते सन् तिचिकित्सति इति एव अस्तु अग्रे गच्छतु एकप्रश्नः पूर्वपरिच्छेदे उक्तवान् सप्तदातवः परन्तु सूत्रे त्रयः दातवः एव उक्तम् अन्यचत्वारः अग्रे एव अस्ति अग्रे अस्ति वा धन्यवादः अग्रे अग्रे एव साक्षात् अग्रे धन्यवादः सुमन् महोदय मानबद्धान् शान्भ्यो दीर्घश्चाभ्यासस्य मान पूजायां बद्ध बन्धने दान अवखण्डने शान अवतेजने इतेभ्यः धातुभ्यः सन्प्रत्ययः भवति अभ्यासस्य च इकारस्य दीर्घादेशो भवति अत्र सन्प्रत्यय स्वार्थे नाम तस्य संयोजनेन अर्थपरिवर्तनं न भवति मान च बद्श्च दान च शान च तेषाम् इतरेतर द्वन्द्वः मानबद्धान् शानः तेभ्यः मानबद्धान् शान्भ्यः मानबद्धदानशानभ्य पञ्चम्यन्तं दीर्घः प्रथमान्तं च अव्ययम् अभ्यासस्य षष्ट्यन्तम् अनेकपदम् इदं सूत्रं गुप्त तिज् गुप्तिज् किद्भ्यः सन् इत्यस्मात् सन् इत्यस्य अनुवृत्तिः सहितसूत्रम् अस्ति मानबद्धदानशानभ्य सन् दीर्घः च अभ्यासस्य प्रयत्नं करोमि एतत् सूत्रं वदति इदानीं तु चत्वारः धातवः सन्ति मान बद्ध दान शान तेभ्यः भवादिगणे एव सन् प्रत्यय आयाति किन्तु तस्य तेषाम् अर्थं परिवर्तनं न भवति अपि च अभ्यासस्य इत्युक्ते इदानीं द्वित्वं भवति खलु द्वित्वं भवितुं क्षम्यतां द्वित्वं भूत्वा प्रथमस्य भागस्य प्रथम संज्ञा अस्ति अभ्यासः तत्र स्वरः अस्ति यः स्वरः अस्ति तस्य दीर्घत्वं भवति इति सत्यं तर्हि यथा अस्माभिः दृष्टं गुप्तिज् किद् तत्र स्वार्थे सन् भवति तथैव मान् बद् दान् शान् अत्र अपि स्वार्थे सन् भवति परन्तु केवलम् एकम् अधिकमस्ति तस्य यत् द्वित्वं भवति तस्य द्वित्वस्य अभ्यासस्य दीर्घत्वं भवति अभ्यासः इत्युक्ते किम् इकारस्य तर्हि तत्र दीर्घत्वं भवति अत्र अभ्यासः इत्युक्ते किं तर्हि तत्र अग्रे एव सूत्रमस्ति पूर्वोऽभ्यासः पूर्वोऽभ्यासः इति सूत्रं वदति यत् द्वित्वं यत् अस्ति यदा द्वित्वं भवति तत्र यत् प्रथमभागः अस्ति तस्य संज्ञा अस्ति अभ्यासः तस्य संज्ञा अस्ति अभ्यासः तर्हि तत्र संज्ञा अस्ति अभ्यासः अतः तस्य दीर्घत्वं भवति तर्हि पश्यतु अत्र प्रश्नः उदेतुं शक्नोति यत् किमर्थम् एकस्मिन् एव सूत्रे पाणिनिना सप्तधातवः न स्थापयन्ति किमर्थं त्रीणि धातवः एकस्मिन् त्रयः धातवः एकस्मिन् सूत्रे चत्वारः धातवः एकस्मिन् अन्यसूत्रे तस्य कारणम् अस्ति तद् दीर्घश्च अभ्यासस्य तत्र अभ्यासस्य दीर्घत्वं केवलं चत्वारः धातूनां कृते भवति गुप्तिज्कित् इति धातूनां कृते न भवति अतः भिन्नसूत्रस्य आवश्यकता भवति अतः तेन द्वितीयसूत्रं तत्र स्थापितम् अस्तु तर्हि अभ्यासस्य अस्ति तस्य दीर्घत्वं भवति इकारस्य दीर्घत्वं भवति अस्तु तर्हि अग्रे यथा अत्र सूत्रमस्ति पूर्वोऽभ्यासः इति सूत्रमस्ति द्वित्वे सति प्रथमभागस्य अभ्याससंज्ञा भवति नाम अत्र अस्ति खलु गुप् योगः सन् तत्र गुगुप् इति भवति गुगुप् तत्र यत् गु अस्ति प्रथमं तस्य अभ्याससंज्ञा तत्र तस्य अभ्याससंज्ञा भवति तत्र प्रथमं गु यत् अस्ति तत् अभ्यासः अस्ति इति वार्ता अनन्तरम् अस्ति संयत्रः तत्र सन् प्रत्यये परे अभ्यासस्य ह्रस्व अकारस्य स्थाने इकारः आदेशः भवति अनन्तरं इकारस्य दीर्घत्वं भवति तर्हि अत्र सन् प्रत्यये परे अस्ति चेत् अभ्यासे ह्रस्व अकारः अस्ति चेत् तस्य प्रथमं तु इकारः भवति तदनन्तरम् अनेन सूत्रेण दीर्घश्च अभ्यासस्य इति सूत्रेण इकारस्य दीर्घत्वं भवति किन्तु महोदय इदानीं तु मान् अस्ति दान् अस्ति तत्र द्वित्वं भवति चेत् मान् मान् न भवति वा ममान् भवति वा आम् सत्यं पूर्वं वयं पठितवन्तः द्वित्वम् अनन्तरं हलन्तस्य लोपः इत्युक्ते गुप् गुप् तत्र पकारस्य लोपः गु गुप् तिष्ठति इदानीं मान् मान् तत् प्रथमनकारस्य लोपः मामान् न भवति किन्तु ममान् वा? तत्र लोपः इति नास्ति, अभ्यासे यथा इति सामान्यकार्यमस्ति, यदा द्वित्वं भवति तदा अभ्यासे ह्रस्वत्वम् आगच्छति. अस्तु, अतः इदानीं ददाति अस्ति न तु दादा. सत्यं, सम्यक्. तर्हि यथा द्वित्वं भवति तथा सामान्यकार्यमस्ति, अभ्यासस्य ह्रस्वत्वं भवति. अतः अत्र गुप् गुप् मध्ये तु ह्रस्व एव अस्ति खलु गु, अतः किमपि भेदः न द्रष्टुं शक्नुमः. परन्तु मान् मध्ये मा दीर्घमस्ति, अतः तस्य ह्रस्वत्वं भवति म मा. तदनन्तरं सन्यतः इति सूत्रेण मीमा इति भवति, तदनन्तरं दीर्घं भवति मीमा इति आगच्छति. अस्ति, अस्ति मान् पूजयाम. पठतु उदाहरणानि, पठतु. मान् पूजयाम, टु आनर् मानयति चुरादम्. टु इन्वेस्टिगेट् इत्यस्मिन् अर्थे मीमांसते. इदानीं मान् अस्ति, तत्र भवान् यत् उक्तं ममान् भवति, तस्य सन्नियतः सूत्रेण मिमान् भवति. अनन्तरं मान् बद्धान् शान् भ्यः सूत्रेण दीर्घ इकारस्य दीर्घत्वं भवति मीमान् भवति. इदानीं मीमान् योगः सकार अस्ति, तत्र नकारस्य अनुस्वार भवति, अनुस्वारसन्धि सूत्रस्य प्रसक्तिः अस्ति, अतः मीमांस भवति. अनन्तरं कर्तरि शप् योगः ते मीमांसते भवति भुवादिगणे. तर्हि मीमांसा इति शास्त्रमस्ति खलु? आम् तत्र मीमांसा यत् अस्ति तत् एतादृशमेव अस्ति, टु इन्वेस्टिगेट् अस्ति, तत्र इन्वेस्टिगेशन् अस्ति खलु, अतः मीमांसा तत् अस्ति. किन्तु तत्र धातु कः इति पृच्छामः चेत् मान् एव अस्ति धातु. मान् धातु मुख्य औपदेशिकधातु मान् एव अस्ति. तर्हि मीमांसा इति सुबन्तपदः अस्ति, तस्य व्युत्पत्ति तु मान् इति धातो, मान् इति धातुना एव धातुतः एव भवति. अस्तु, इदानीं बद् बद् बन्धने तत्तु सुलभम् अस्ति, अन्य किमपि बद् बद् भवति, बद् भवति, सम्यतः सूत्रस्य बिबद् भवति, अनन्तरम् इकारस्य दीर्घत्वं बि बीबद् भवति. इदानीं द्वितीयबकारस्य भकारः कथं महोदय? हल्सन्धिसूत्राणि सन्ति, अग्रे वयं पठामः, इदानीं तत्र वयं न पठामः. परन्तु हल्सन्धिसूत्राणि सन्ति, यथा बकारस्य भकारः कथं भवति, धकारस्य तकारः कथं भवति इति सर्वमस्ति. तकारस्य तकारः भवति चत्वं खलु, तत्तु तत्तु साधारण हल्सन्धि अस्ति. किन्तु एतत् पूर्वं भवान् चोः कुः किमपि उक्तवन्तः, न जानामि. अस्ति तत्र न भवान् सूत्रमस्ति, सूत्रमस्ति. अस्तु, इदानीं वयं न पठामः, तत्र भ्रमः भविष्यति, तत्र अत्र मुख्यत्वमपि नास्ति. अत्र बीभद् अस्ति, तत्र सकार परे अस्ति, खर्वर्णः परे अस्ति, अतः बीभत् भवति. बीभत्स योग अकार योगस्ते बीभत्सते. दान् ददान् भवति, पुनः मीमा दिदान् भवति, मीमांस इव दिदांसति, नो चेत् ते तत् उभयपदी दृश्यते. तथा एव शीशांसति. तर्हि अत्रापि पश्यतु, यथा गुप्तिज् किद्भ्यः तत्र विशेष अर्थे सन् भवति, अत्र अपि सामान्य अर्थे तु चुरादिगणीयवत् मानयति, बाधयति, दानयति, शानयति एव भवति, परन्तु विशेष अर्थे टु इन्वेस्टिगेट्, टु लोत्, टु स्ट्रेटन्, टु शार्पन् इति अर्थे सन् भवति इति अस्ति। तर्हि सामान्य अर्थ यदि वयम् इच्छामः सप्तधातुषा धातूनां कृते, तत्र णिच् प्रत्यय योजयित्वा चुरादिगणीयरूपं भवति, परन्तु विशेष अर्थं यत् लिखितमस्ति तत्र परन्तु स्वार्थे एव सन् प्रत्ययस्य प्रयोगः भवति इति अस्ति। सप्तधातु दान् धातु द्वयम् अस्ति किं, जुहोत्यादिगणे अपि च चुरादिगणे? अत्र धातु भिन्न, तत्र दान् अस्ति खलु, तत्र दा अस्ति, ओ तत्र दा एव अस्तु। तर्हि तत्र द्वित्वस्य सूत्रं भिन्नं किम्? तत् जुहोत्यादिगणीयद्वित्वम्, अत्र सनन्तद्वित्वम् अस्तु। तर्हि धन्यवादः महोदय। प्रश्नः एतस्मिन् विषये प्रश्नः अस्ति वा? सन् सन् तर्हि गुप्तिच्किद्भ्यः सन् मान बध दान शान्भ्यः दीर्घश्चाभ्यासस्य इति सूत्रमस्ति, येन स्वार्थे एव सन् प्रत्ययः आगच्छति, रूपाणि भवादिगणीयवत् भवन्ति इति अस्ति। अस्तु, नास्ति चेत् अग्रे गच्छामः इदानीम्। अस्तु, इदानीं यथा अस्माभिः सन् प्रत्ययः दृष्टः, तथैव अन्यस्मिन् प्रत्ययः अस्ति आय। आय अपि एकः प्रत्ययः अस्ति येन नूतनधातोः निष्पन्नः भवति, नूतनधातुः निष्पन्नः भवति, अतः तत्र अपि तत्र सन् इव भवति अथवा णिच् इव भवति। तत्र यथा गुप्तिच् किद्भ्यः मान् बन् शान् दान् इति सूत्रे स्वार्थे सन् भवति, तथैव केचन धातवः सन्ति यत्र स्वार्थे आय प्रत्ययः भवति, तदपि अग्रे वयं पठामः। अस्तु, इदानीं किं सूचयति आय इति? साधारणतया तु किं सूचयति न जानामि, अत्र सामान्यप्रत्ययः नास्ति खलु, परन्तु अत्र स्वार्थे भवति। तदपि सनादिप्रत्ययः खलु? आमाम्। अस्तु, विजया महोदय पठतु। आं जि, आय प्रत्ययः गुप् रक्षणे गुप् आगच्छति, धूप सन्तापे धूप पणव्यवहारे पण्ण, अनन्तरं पणस्तुतौ इति इत्युक्ते पण्ण कुत्र अस्ति? गुपु रक्षणे तत्र गुप् इति धातु निष्पन्नं, तत्र गुपु इति अस्ति ऊकारः अस्ति, तत् इत् भवति, अनन्तरं गुप् एव तिष्ठति तत्र, धूप सन्तापे इत्युक्ते धूप् धूप् एव, अनन्तरं पणव्यवहारे पण् इति अस्ति, पणस्तुतौ तत्र पण् इति अस्ति। अग्रे पठामि वा जि? एकनिमिषम्, अत्र गुप् भिन्न अस्ति खलु, भिन्न अस्ति, गुप्तिच्किद्भ्यः मध्ये गुप् अस्ति, अत्र गुपु भिन्नधातुः अस्ति, भ्रमः मा करोतु। अस्तु, पठतु। गुपु धूप विच्छ पणि पणिभ्यः आयः, गुपु धूप विच्छ पण पण एतेभ्यः धातुभ्यः आय प्रत्ययः भवति स्वार्थे, गुपुः च धूपः च विच्छिः च पणिः च पणिः च तेषाम् इतरेतरद्वन्द्वः गुपु धूप विच्छ पणि पणयः, तेभ्यः गुपु धूप विच्छ पणि पणिभ्यः, गुपु धूप विच्छ पणि पणिभ्यः पञ्चम्यन्तम् आयः इति प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः परः च इत्यनयोः अधिकारः धातु धातोः अनेका च अलादेः इति सूत्रमस्ति क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवर्तिसहितसूत्रं गुपो धूप विच्य पनि पनिभ्यः धातुभ्यः आयः प्रत्ययः परः च तत्र तत्र गुप धूप विच्य पन पन एतेभ्यः धातुभ्यः आय इति प्रत्ययं विकरणप्रत्ययं पूर्वम् आय इति स्वीकुर्मः इति एव तत्र आगच्छति विकरणपूर्वं विकरणप्रत्ययः पूर्वमेव आय इति आगच्छति अनन्तरम् एतत् गुपो इति आगच्छति खलु एतत् पञ्चम्यन्तम् अनन्तरम् अनन्तरम् आयः इति आगच्छति एतत्तु प्रथमविभुति एकवचनमेव तत्र द्विपदमिदं सूत्रं तत्र प्रत्ययः परः च इत्यनयोः अधिकारः अस्ति धातुः अनेका च अलादेः अनन्तरं क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः एतत् एतत् उपरितनधातोः एतत् अधिकारः धातोः इत्यस्य अधिकारः आगच्छति अनन्तरं तत्र अनुवर्तिसहितसूत्रं गुप धूप विच्य पणि पणिभ्यः धातुभ्यः आयः प्रत्ययः परः च इति तर्हि एकम् अहं वक्तुम् इच्छामि आयपदस्य च इति तिष्ठतु एकनिमिषम् तत्र एकम् अस्ति अत्र उपरि अस्माभिः गुप्तिच् किद्भ्यः सन् इति पठितं खलु तत्र महोदयेन लिखितमस्ति सूत्रं स्वयं सम्पूर्णं गुप्तिच् किद्भ्यः सन् तत्र वस्तुतः त्रुटि अस्ति तत्र प्रत्ययः परश्च इत्यनयोः सूत्रयोः अधिकारः भवति अतः गुप्तिच् किद्भ्यः सन् इति सूत्रस्य अनुवृत्तिसहितं सूत्रमस्ति गुप्तिच् किद्भ्यः सन् प्रत्ययः परश्च इति अवगच्छतु तत्र यतोहि प्रत्ययः परश्च इति सूत्रस्य सम्पूर्णतृतीय अध्याये तयोः अधिकारः भवति अतः गुप्तिच् किद्भ्यः सन् इति सूत्रः सम्पूर्णं स्वयं नास्ति स्वयं सम्पूर्णं नास्ति सूत्रमस्ति गुप्तिच् किद्भ्यः सन् प्रत्ययः परश्च तथैव अधुना गुपु गुपु इति धातु अस्ति अथवा धूपधातु अस्ति अथवा विच्छ पण पन धातवः सन्ति तत्र यथा तत्र स्वार्थे आयप्रत्ययः भवति अतः गुपु धूप विच्छ पणि पणिभ्यः धातुभ्यः आयः प्रत्ययः परश्च अत्र अपि सूत्रे निर्दिष्टं नास्ति खलु कस्मिन् अर्थे आय भवति इति किमपि अतः निर्दिष्टं नास्ति अतः स्वार्थे एव मन्यते अतः स्वार्थे एव गुप् गुपु धातु धूप विच्छ पण पन इति धातुभ्यः आयप्रत्ययः भवति इति यथा गुप्तिभ्यः सन् भवति तथा अत्र आय भवति इति वार्ता अस्ति अस्तु तत्र आय भवति अतः अत्र अत्र अपि भवादिगणिवत् शप्रत्ययः योजयित्वा भवादिगणिवत् कार्यं भवति अतः अत्र स्थापितमस्ति भवादिगणस्य विषये अस्तु महोदय पठयतु अग्रे महोदय गुप् धातुः अपि गुपु रक्षा इति धातु समान समान धातु धातु एव वा तत्र गुप अस्ति अत्र गुपु अस्ति समानधातु गुप गोपने अत्र गुपु रक्षणे अस्तु पठतु गुप् योगः आय इत्युक्ते सुगन्धपद सुगन्धलघुपदस्य च इति अनेन गुणः भूत्वा उकारस्य स्थाने ओकारः आगच्छति गोपाय इति सनादन्ताः दातवः इत्यनेन धातु संज्ञा कर्तर्यर्थे सार्वधातुकपरे कर्तरि शप् आगच्छति गोपाय इत्युक्ते तत्र शप् अस्ति शप् स्थाने आयव तिष्ठति अनन्तरं तिङन्तरूपाणं ति तिष्ठति गोप योगः आयोः ति अतो गुणे इति भूत्वा तत्र द्वयोः पूर्वपरयोः रूपः आदेशः भवति अतः अतः गोपाय योगः आयोः ति गोपायति गोपायति इति रूपं निष्पन्नं तत्र. अग्रे धूप् गुप् गुप् गोपाय गोपय गोपायति धूप् धूपाय धूपायति. अत्र महोदय महोदय धूप धूपमध्ये पुगन्त लघुपदस्य च कार्यं न करोति वा? तत्र पुगन्तल तत्र गुणकार्यं भवति. यथा धूप यथा गोपायति भवति तथा धूप धोपायति न भवति वा? धूपायति एव भवति वा? धूप मध्ये गुणकार्यं किमर्थं न भवति? दीर्घ दीर्घ दीर्घ उपदा महोदय अहं विजयामहोदयं पृच्छामि. विजयामहोदय वदतु. विजयामहोदय प्रश्नं शृणोतु. गुप् धातुः अस्ति, तत्र गोपाय भवति, पुगन्तलघुपदस्य च इति सूत्रेण गुणत्वं भवति खलु? तथैव धूपमध्ये धोपायति किमर्थं न भवति इति प्रश्नः अस्ति मम भवत्या कृते. गोपाय एव तत्र अस्ति खलु जि, गुणः भूत्वा गुप् योगः आय तत्र गुणः भूत्वा उकारस्य स्थाने ओकारः भूत्वा गोपाय इति आगच्छति. सत्यं सत्यं. परन्तु धूप मध्ये अग्रे धातुः अस्ति खलु, धूप् गुप् धूप् धूप् मध्ये गुणं किमर्थं न भवति इति प्रश्नः अस्ति. धूप् धूप एव आम्, तत्र गुणं न भवति वा? धूप धूपाय न भवति वा? गोपाय एव तत्र गुणः न भवति, धूप् एव धातुः तत्र. अस्तु तर्हि किम् अतो अतो गुणः इति सूत्रम् आगत्य अतो गुणे तस्य तत्र न अहं वदामि. पठतु. गुप् अस्ति, गुप् धातु ग उप् गुप् तत्र तत्र गुप् इति धातुः जि, तत्र गुणः न भवति. किमर्थं धूपधातुमध्ये गुणः किमर्थं न भवति इति मम प्रश्नः अस्ति. पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति न वा? मीना महोदय वदतु इदानीं. उपधा लघु नास्ति खलु, गुप् मध्ये उपधा ह्रस्व उकारः अस्ति, अतः दीर्घः अस्ति तत्र. तत्र धूप् मध्ये दीर्घ उकारः अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः एव नास्ति, अतः गुणं न भवति, धूपायति इति एव भवति. लघुः अस्ति तत्र दीर्घः एव तिष्ठति, अतः तत्र धूप् एव. अग्रे पण् पण् इति धातोः पणाय इति आगच्छति, पणाययति पणायति पणाय पणायति इति आगच्छति. अनन्तरं पण् रत्वनकारः पणा नत्वन्नात् अस्ति, नत्वन्मात्र पण् पणाय पणायति इति आगच्छति खलु जि. अग्रे अग्रे विच्छ धातुः सुधारिगणे अस्ति, विच्छ आय योजनेन विच्छाय विच्छायति इति आगच्छति. अस्तु तर्हि इति विच्छायति अस्ति. अस्तु तर्हि इदानीम् अत्र अग्रे अस्ति पण् व्यवहारे पण् स्तुतौ इत्युक्ते कुत्र पठति? अर्थः कस्य? स्तुति न पन् पन् तत्र लिखितमस्ति खलु करपत्रे व्यवहारे अर् स्तुति. इदानीं व्यवहारे इत्युक्ते स्तुतौ किं पण् व्यवहारे इत्युक्ते अहं सम्यक् न अवगच्छामि पणायति इत्युक्ते किम् Making somebody to do the activity. पणायति इत्युक्ते अत्र पणायति इति अर्थः अहं वदा अत्र पठामि अत्र तत्र पणायति अस्ति यत्र अणकारः अस्ति तत्र टु सेल् सेल् अस्ति पणायति अस्ति टु शो आफ् करणे अस्ति नेगो तत्र बोस्ट् करणे अस्ति पणायति प न अस्तु शो आफ् करणे पणायति अत्र लिखितमस्ति सेल् सेल् व्यवहारः अस्ति खलु सेल् सेल् आम् अस्तु अस्तु अपि च पन् पणायति शो शो करणे शो बोस् मेकिङ्ग् समबडि टु डू प्रेयर् अत्र अत्र महोदय महोदय फण्ड् दातु अर्थः व्यवहारे स्तुतौ च फण् आङ्ग्लभाषा टु बार्गेन् टु प्रेस् बार्गेन् टु सेल् अत्र पणायति इति टु सेल् इति अस्ति पनायति इति यत्र नत्वम् अस्ति तत्र टु शो बोस्ट् इति नाम शो आफ् अस्ति खलु पनायति इति बेट् इति अस्ति प्रादेशिक कन्नडभाषायां किम् ओ पण् ओ ओ बेट् करणे अस्तु एव अस्तु प्रेस् एव तर्हि तत्र आय प्रत्यय भवति इति अस्ति वार्ता स्वार्थे एव अस्ति न तु भिन्न अर्थे अत्र अस्तु तर्हि प्रश्नः अस्ति यथा सन् प्रत्ययस्य सामान्यकार्यम् अस्ति टु इच्छा कर्तुम् इच्छा अथवा यथा णिच् प्रत्ययस्य प्रेरणार्थे तथा सामान्यतया आय प्रत्ययः तस्य प्रयोगः कुत्र भवति सामान्यतया अत्र तु विशेषप्रयोगः अस्ति स्वार्थे परन्तु सामान्यतया तस्य प्रयोगः कुत्र भवति इति अग्रे लिखितमस्ति तत्र अर्थं न लिखितमस्ति परन्तु कुत्र भवति इति लिखितमस्ति अतः अग्रे को अस्ति अरुणा महोदय पठतु आयादय आर् धातुके वा आयादय आर्धधातुके वा आर्धधातुकप्रत्ययस्य विवक्षायाम् आय आदायः प्रत्ययाः विकल्पेन भवन्ति आयादौ त्रयप्रत्ययाः अन्तर्भूताः आय इयङ् निङ् आय आदि येषां ते आयादयः आयादयः प्रथमान्तम् आर्धधातुके सप्तम्यन्तं वा अव्ययपदं त्रिपदमिदं सूत्रम् अत्र आर्धधातुके इति विषयसप्तमी अस्ति अतः आर्धधातुकस्य विषये अथवा आर्धधातुकस्य विवक्षायाम् इत्यर्थः सूत्रस्वयं सम्पूर्णं आयादयः आर्धधातुके वा अत्र सूत्रमस्ति आयादय आर्धधातुके वा सूत्रं वदति आर्धधातुकः आर्धधातुकप्रत्ययस्य वक्तुं समये आय आदेशप्रत्यय आयादयप्रत्ययः विकल्पेन भवन्ति तत्र आयादयः अत्र सर्वत्र अत्र तर्हि सामान्यतया आर्धातुक यथा प्रकरणमस्ति आर्धातुकलकाराणाम् इति सर्वत्र तत्र विकल्पेन आयप्रत्ययः भवति अत्र विकल्पेन अस्ति यत् अत्र अत्र यथा गोपायति अस्ति गुप् छुप् तत्र सार्वधातुकलकारे अपि आयप्रत्ययः आगच्छति तद् विशेषमस्ति सामान्यतया आय इति प्रत्ययः आर्धातुकविवक्षायाम् आगच्छति विकल्पेन अत्र विशेषरूपेण एतेषां धातूनां कृते विशेषरूपेण स्वार्थे आयप्रत्ययः आगच्छति सार्वधातुका अलकाराणाम् अपि लकारेषु अपि इति विशेषकार्यम् इति एव धन्यवादः धन्यवादः अग्रे लिखितमस्ति. एकनिमिष, यत्र पठित्वा पृच्छतु. किम् अरुणा महोदय पठतु अग्रे. आयादयः इति अत्र त्रयधातवः त्रयपतयः सन्ति. आय इयङ् निङ् इति त्रयप्रत्ययः अस्ति. आय आदि विच आयादयः इति कथम् आगच्छति इति विग्रहवाक्यम् अत्र दत्तम्. आय आदि येषां ते आयादयः, आयादयः पदमान्तम्, आर्धदातुके सप्तम्यन्तं वा अव्ययपदं. तदत्र आर्धदातुके इति विषयसप्तमी, अत्र तत् अर्थः किं सामान्यतया सप्तमी इति पूर्वकार्यं करणीयम् इति अर्थेन पाणिनि प्रयुज्यते. परन्तु अत्र आर्धदातुके इति विषयसप्तमी विशेषविशेषणसम्बन्धः अस्ति आर्धदातुकस्य विषये इति अर्थः, अथवा आर्धदातुकस्य विवक्षायाम् इति अर्थः, न तु पूर्वकार्यम् इति न अवगन्तं न. सम्यक् सम्यक्. अग्रे आर्धधातुकलकारेषु विकल्पेन आय प्रत्ययः, यथा गुप् धातुः लुटि आय पक्षे गोपयिष्यति, गोपायिष्यति आय अभावे गोपिष्यति, लिटि आय पक्षे गोपायाञ्चकार आय अभावे जुगोप इति उदाहरणं दत्तं. कुत्र आर्धधातुकप्रत्ययविवक्षायां विकल्पेन आयरूपाणि भवन्ति इति अत्र दत्तम्. आर्धधातुकलकार उदाहरणं प्रथमं लुटिलकारे, लुट् लकारे गुप्धातु विषये गुप्धातु आयप्रत्ययः आर्धधातुकप्रत्ययः आगच्छति. तदन् रूपमस्ति गोपायिष्यति इति रूपम्, आय अभावे विकल्प ततः आय अभावे गोपिष्यति इति रूपं. तदेव लिट्लकारे अपि आयप्रत्ययः आगन्तुं शक्यते. अत्र रूपम् आयपक्षे गोपायाञ्चकार आय अभावे जुगोप इति रूपं सिद्धं भवति. सत्यम्. तर्हि सामान्यतया आय अथवा आयप्रत्ययस्य प्रयोगः आर्धातुके विकल्पेन भवति. यथा गुप् धातुः अस्ति लृट् लकारे, तत्र लृट् लकारः आर्धातुकलकारः अस्ति, अतः तत्र विकल्पेन गोपायिष्यति अपि भवति, गोपिष्यति अपि भवति. परन्तु केचन धातवः सन्ति, यथा मया उक्तं गुप् धूप्, तत्र तु स्वार्थे सार्वधातुकलकारेषु सार्वधातुकलकारस्य कृते अपि आयप्रत्ययस्य प्रयोगः भवति इति विशेषकार्यम् इति एव अस्ति. एतदपि सम्पूर्णसूत्रं वा जि आयादयः आर्धधातुके वा न, तत्रापि प्रत्ययः परश्च इति तस्य अधिकारः अस्ति. तत्रापि प्रत्ययस्य परश्च धातोरनेकाचो हलादेः क्रियात्मापि अग्रि पूर्णसूत्रमस्ति. आयादयः प्रत्ययः धातोः परश्च आर्धातुके वा इति. महोदय, अत्र विशेषधातूनाम् एव एतत् सूत्रम् इति नास्ति खलु? कुत्रापि कार्यं कर्तुं शक्नोति? अहं चिन्तयामि तदेव अस्ति. तत्र अन्य किमपि सूत्रम् अस्ति न वा इति न जानामि, यतोहि आय इति सामान्यतया पठितं नास्ति. परन्तु आम्, प्रायः तथा भवेत्. अस्तु, इदानीं सूत्र प्रथमपरिच्छेदे प्रथमवाक्यम् अस्ति आर्धधातुकप्रत्ययस्य विवक्षायाम्. इदानीम् आर्धधातुकप्रत्यय इत्युक्ते आर्धधातुकलकारेषु इति कथं जानीमः? आर्धधातुकप्रत्यये इत्युक्ते तवतु प्रत्यय, त्वा प्रत्यय, ल्यप् प्रत्यय, तदपि भवितुं शक्नुवन्ति खलु? न, तत्र वस्तुतः सार्वधातुक आर्धातुक इति प्रत्ययः प्रत्ययः सत्य अस्ति खलु? तर्हि सार्वधातुक आर्धधातुक प्रत्यय सन्ति, इदानीं लकार इति कथं जानीमः? अत्र लकार अत्र केवलम् अत्र लकार केवलम् उदाहरणमस्ति. अत्र महोदयेन उदाहरणरूपेण लिट् लकारस्य उदाहरणं दत्तम्, आर्धातुकलकारः अस्ति. परन्तु आर्धातुकप्रत्ययः सम्यक् त अपि अस्ति, तव तु अपि अस्ति, किमपि भवितुं शक्नोति. आम् सत्यम्, तत्रापि एतत् कार्यं भवति. एतदहं चिन्तयामि अत्र भवितुं शक्नोति. अत्र कदापि मया दृष्टं न, यथा प्रायः कोऽपि तस्य प्रयोगः न करोति, परन्तु भवितुं शक्नोति अनेन सूत्रेण. अनेन इदं सूत्रं न वदति यत् लकारः अस्ति वा इति, कोऽपि आर्धातुकप्रत्ययः अस्ति. अस्तु, मम प्रश्न तदेव आसीत्, प्रश्नः आसीत्. इदानीं प्रत्ययस्य इत्युक्ते प्रत्ययस्य लकारस्य प्रत्ययस्य इति नास्ति. अस्तु, अग्रे गच्छामः. इदानीं महोदय, गोपायिष्यति, गोपयिष्यति, गोपायां चकार जुगोप, समानार्थमेव वा? आं, समानार्थमेव. चतुर्णां न, लिट् मध्ये गोपायिष्यति, गोपी लिट् मध्ये गोपायां चकार जुगोप समान. अस्तु, अग्रे सुमित्रा महोदय, डिङ् प्रत्ययः. आं, श्रूयते. डिङ् प्रत्ययः कान्तौ इच्छार्थे इत्यस्मात् णिङ् प्रत्ययः भवति स्वार्थे. कमेः पञ्चम्यन्तम् णिङ् प्रथमान्तं परिमितं सूत्रं, सूत्रं स्वयं सम्पूर्णं. कमेः णिङ् अत्र कमु इति इच्छार्थे भवति णिङ् प्रत्यये, परन्तु णिङ् प्रत्यये स्वार्थे भवति. णिङ् प्रत्यये णकारं कारयो इत् संज्ञा इ इति अवशिष्यते. इत्यनेन आत्मनेपदं भवति ऋणित् इत्यस्मात् अत उपधायाः इत्यनेन उपधाभूतस्य अकारस्य वृद्धिः भवति. ऋणिप्रत्यये णकारः मकारः अस्ति, तयोः इत् संज्ञा भूत्वा इ इति एव अवशिष्यते. मकारः हलन्तिम् इत्यनेन णकारः आदिनीरुडवत्यनेन लोपः भवति. णित् इत्यनेन आत्मनेपदं, णित् इत्यस्मात् अथ उपधायाः आदिर्नीटुडवः इति न, छुटु, छुटु, छुटु श्रूयते, अहं वदामि. अत्र अत्र यथा यथा यथा उपरि अस्माभिः पठितं, सन् प्रत्ययः स्वार्थे केचन धातूनां कृते आगच्छति, आयधातु केचन धातूनां कृते आगच्छति, तथैव निङ् प्रत्ययः अपि अस्ति. सामान्यतया निङ् प्रत्ययः अपि आर्धातुकविवक्षायाम् अस्ति, परन्तु कम् इति धातु कृते निङ् प्रत्ययः स्वार्थे भवति कम् इति धातु कृते. कम् इति धातु अस्ति, तत्र निङ् इति किम् अस्ति, निङ् मध्ये नकारस्य इति संज्ञा छुटु इति सूत्रेण निङ् क्षम्यतां नकारस्य हलन्त्यम् इति सूत्रेण केवलम् इ इति अवशिष्यते. तर्हि तत्र प्रश्नः अस्ति नकारस्य नकारयोः प्रयोजनं किं. तर्हि ञ कखगङ्ग कारस्य प्रयोजनम् अस्ति, वयं जानामि, वयं जानीमः खलु यदि धातुः णित् अस्ति तस्य आत्मनेपदं भवति, वयम् अस्माभिः पूर्वं पठितं. तर्हि अत्र यदा निङ् प्रत्ययः आगच्छति तर्हि धातोः आत्मनेपदी भवति. तदनन्तरं णत्वस्ति किं प्रयोजनं, यथा णिच् अस्ति तथैव णित् अत्र अपि णित् अस्ति, तत्र तस्य प्रयोजनम् अस्ति यदि उपधायाम् अकारः भवति, ह्रस्व अकारः भवति, तस्य वृद्धिः भवति. तर्हि अत्र कम् कमु इति धातुः अस्ति, तत्र लौकिकधातुः अस्ति कम्, तत्र कमेरणिङ् इति सूत्रेण स्वार्थे णिङ् प्रत्ययः उपविशति, कम् योगः इ. अत्र इ अस्ति, तत्र णित् अस्ति खलु, अतः अत उपधाया इति सूत्रेण णित् प्रत्ययपरे अस्ति चेत् णित् यत्र यत्र णकारः इत् अस्ति तत्र णित् प्रत्ययः परे अस्ति चेत् उपधायां ह्रस्व आकारस्य स्थाने वृद्धिः भवति. यत्र कम् मध्ये उपधा मध्ये ह्रस्व आकारः अस्ति खलु, एतस्य वृद्धिः भवति काम् काम् भवति. यथा वयं जानीमः खलु णिच् प्रत्यये मध्ये अपि यथा दा अस्ति, न दा नास्ति, किम् अस्ति णिच् प्रत्यये मध्ये चेत् पट् अस्ति, तत्र पट् धातु तस्य णिच् प्रत्ययप्रयोगेण पाठी इति भवति, तत्र अपि उपधायां ह्रस्व आकारः अस्ति तस्य वृद्धिः भवति. तथैव अत्र अपि कामी इति भवति, तर्हि अत्रापि नूतनधातु आगच्छति कामी इति. तदनन्तरम् आर्धातु सार्वधातुके शप् इति कर्तृशप् इति सूत्रेण कामी योगः शप्, तर्हि कामे योगः अकामयते इति भवति. तर्हि अत्र लिखितमस्ति आर्धातुकलकारेषु आयादय आर्धातुके वा इत्यनेन विकल्पेन णित् प्रत्ययः, यथा लृटि णिङ् प्रत्यये कामयिष्यते नि अभावे कामिष्यते. तर्हि यथा आय प्रत्ययः अस्ति तथैव णिङ् प्रत्ययः अस्ति, सामान्यतया आर्धातुकविवक्षायां विकल्पेन आगच्छति, यथा अत्र कामयिष्यते कामिष्यते इति. परन्तु अत्र विशेषम् अस्ति यत् उपधायाम् अपि क्षम्यतां तत् सार्वधातुक प्रयोगे, अत्र सार्वधातुकप्रयोगे अस्ति खलु लट् लकार भवादिगणे, तत्र स्वार्थे कम् धातु कृते अपि णिङ् प्रत्यय आगच्छति कामयते इति रूपं भवति. तर्हि इदानीं किम् अस्ति यत् सामान्यतया धातवः चुरादिगणीयः भवन्ति अथवा सामान्यतया ते चुरादिगणीय अथवा कम् इति भवति, परन्तु कत्र कुत्र कुत्र तु किं भवति विशेष अर्थे, परन्तु स्वार्थे एव तत्र अथवा नूतनसूत्रम् आगच्छति अत्र, तत्र नूतनप्रत्ययः आगच्छति सन् अथवा आय अथवा णिङ् तथा अस्ति चेत् तदनन्तरं भवादिगणीयवत् एव कार्यं भवति इति वार्ता अस्ति. तर्हि अत्र प्रश्न अत्र मुख्यं किम् अस्ति यत् सन् प्रत्ययः कर्तुम् इच्छा इति अर्थे न आगच्छति, अपि तु स्वार्थे एव सन् आगच्छति केचन धातूनां कृते. तथैव स्वार्थे एव गुप् धूप् विच् पण् पण् इति धातूनां कृते आय प्रत्ययः आगच्छति, तदनन्तरं भवादिगणीयवत् कार्यं भवति. तदनन्तरं स्वार्थे एव कम् धातु कृते णिङ् प्रत्ययः आगच्छति इति. तत्र प्रत्ययस्य यद् अर्थम् अस्ति, यत् विशेष अर्थम् अस्ति कर्तुमिच्छा अथवा आर्धातुकविवक्षा, तथा किमपि नास्ति. केवलं सामान्यतया स्वार्थे एतेषां धातूनां कृते प्रत्ययः आगच्छति, तदनन्तरं शप् प्रत्ययः योजयति, अतः भ्वादिगणीयवत् कार्यं भवति इति एव वार्ता अस्ति. अस्तु, तर्हि इदानीं प्रश्नः अस्ति वा कस्यापि, नो चेत् विरमामः. महोदय एकः लघु प्रश्नः अस्ति, निङ् प्रत्यये निच् प्रत्यये तत्र रूपद्वयमपि समानं भवति खलु, इकार एव तिष्ठति अपि च वृद्धिः अपि भवति. कथं जानीमः तत् रूपं निच् अस्ति वा सन्दर्भे एव किमपि एकः भेदः अस्ति यत् णिच् प्रत्ययः अस्ति चेत् परस्मैपदी भवितुं शक्नोति, परन्तु णिङ् प्रत्ययः अस्ति चेत् आत्मनेपदी एव भवति. णिङ् मध्ये णकारस्य इत्संज्ञा अस्ति खलु, अस्माभिः पूर्वं पठितं खलु यत्र धातुः मध्ये णकारस्य इत्संज्ञा अस्ति तत्र आत्मनेपदित्वं भवति. अस्तु तत्र आत्मनेपदित्वमस्ति, तत्र केचन भेदः अस्ति, परन्तु अन्यथा सर्वत्र समानता भवति इति अस्ति. परन्तु प्रत्ययः भिन्नाः सन्ति, प्रत्ययः भिन्नस्ति. अस्तु तर्हि अधुना प्रश्नः नास्ति चेत् विरमामः, अग्रिमरविवासरे मेलिष्यामः. तर्हि धन्यवादः सर्वेषां, धन्यवादः सर्वेषां.